नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य नूतनः विषयः अस्ति तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति। इदं करपत्रं साक्षात् मातृभिः रचितं वर्तते। अत्र एतावता यद् अधीतं हल्सन्धि विषये चतुर्षु करपत्रेषु तेषां सर्वेषां सङ्ग्रहः अस्ति, तर्हि अत्र पुनःस्मरणं सम्यक्तया भवति। अतः इदानीम् आरब्धुं शक्नुमः। विजयलक्ष्मी भगिनी आरब्धुमिच्छति वा? आम् तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः। हलन्तधातुभ्यः प्रमुखतः स त थ ध इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति। अधः येषां सन्धीनां सङ्ग्रहः। सकारादौ प्रत्यये परे सन्धिकार्याणि। अत्र अधः तिङन्तेषु हल् सन्धिकार्याणि यानि भवन्ति तेषाम् अत्र सङ्ग्रहः अस्ति। प्रथमं सकारादौ प्रत्यये परे कीदृशः सन्धिकार्यं भवति इति अस्ति। एक्स्पेण्ड् कृत्वा पठामि वा भगिनी? आमामाम् अवश्यम्। सकारादौ प्रत्यये परे सन्धिकार्याणि। पूर्ववर्णः, अत्र वर्णः इत्युक्ते अन्तिमवर्णः इति वा? पूर्वं पूर्वं पूर्वस्मिन् पदे वा पूर्वं यः भागः अस्ति तत्र अङ्गान्ते ककारः अस्ति तस्य अग्रिमवर्णः सकारादिप्रत्ययः। इत्युक्ते सकारादिप्रत्ययः इत्युक्ते पदद्वयम् इति नास्ति, प्रक्रियावेलायां सकारादिप्रत्ययः परः। पूर्ववर्णः ककारान्तः प्रत्ययस्य अन्तिमवर्णः ककारः प्रत्ययस्य आदौ सकारः, तत्र सकारस्य षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण। कयोगः श, उदाहरणार्थं शक् इति ककारान्तम् अङ्गम्, स्थ्यति इति प्रत्ययः सकारादिप्रत्ययः। तत्र ककारः सकार इत्यनयोः सन्धिकार्यं भवति आदेशप्रत्ययोः इति सूत्रेण। सकारस्य षकारः भवति, ककार षकारयोः मेलनेन ष लभ्यते, शक्ष्यति इति अन्तिमरूपम्। एवमेव खकारान्तम् अङ्गं सकारादिप्रत्ययः, अत्रापि समानं सकारस्य षकारः भवति। खकारः चत्ववर्णः, तस्य खरिच इत्यनेन खकारस्य ककार आदेशः भवति, सकारस्य आदेशप्रत्ययोः इत्यनेन षत्वं भवति। उदाहरणार्थं लेलेक् योगः सि इति अस्ति, अत्र अङ्गस्य अन्ते खकारः अस्ति, प्रत्ययस्य आदौ सकारः अस्ति, खकारस्य खरिच इत्यनेन ककारादेशः भवति, लेलेक् योगः सि। इदानीं सकारस्य आदेशप्रत्ययोः इति षत्वं भवति, लेलेक्षि इति वर्णमेलनेन भवति। हा, वस्तुतः आदेशप्रत्ययोः इति पूर्वसूत्रमस्ति, खरिच इति परसूत्रमस्ति, परसूत्रमस्ति। अतः क्रमस्य विषये पश्यामः चेत् आदेशप्रत्ययोः इत्यनेन प्रथमतया सत्वं भवति, तदनन्तरं खरिच इति। अतः वस्तुतः अत्र सङ्घर्षः नास्ति इति कृत्वा एवं लिखितमस्ति, चिन्ता नास्ति। कवर्णस्य एव कवर्गस्य एव गकारान्त अङ्गं सकारादिप्रत्ययः अत्रापि हरिच इति आदेशप्रत्ययोः इति प्रथमं षत्वं भवति अनन्तरं खरिच इत्यनेन गकारस्य गकारादेशः भवति उदाहरणार्थं तात्वं योगः अस्ति इदानीम् आदेशप्रत्ययोः इति सकारस्य षत्वं भवति अनन्तरं खरिच इत्यनेन गकारस्य ककारादेशः भवति तात्वङ्क्षि इति रूपम् चतुर्थवर्णः खकारः खकारान्त अङ्गं सकारादिप्रत्ययः समानं खरि च आदेशप्रत्ययौ इति सूत्रद्वयमेव कार्यं करोति प्रथमं सकारस्य षत्वम् अनन्तरं खकारस्य खरि च इत्यनेन ककारादेशः उदाहरणार्थं जा जाघग् योगः सि जाघग् योगः षि जाघक् योगः षि जाघक्षि इति वर्णमेलनेन कवर्णस्य कवर्गस्य चत्वारः वर्णाः नासिकवर्णः विहाय एतेषाम् अत्र कार्यं कथं भवति इति दत्तम् अग्रिमम् अस्ति चवर्गीयवर्णाः अङ्गस्य अन्तिमवर्णः चकारः सकारः प्रत्ययस्य आदिमवर्णः अत्र चकारस्य चोः कुः इति कुत्वं भवति सकारस्य आदेशप्रत्ययोः इत्यनेन समानं षत्वं भवति चोः कुः पूर्वम् अस्ति वा भगिनि आदेशप्रत्ययोः इति सूत्रस्य आम् द्वितीयपादे अस्ति आदेशप्रत्ययो तृतीयपादे अस्तु अत्र तु चोः कुः एव पूर्वं कार्यं करोति अतः समानं भवति कवर्गीयवर्णः यथा कार्यम् अभवत् तद्वदेव अत्रापि भवति चोः कुः इत्यनेन चवर्गीयवर्णानां कवर्गीय आदेशः भवति अनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वमपि भवति उदाहरणार्थं तच् योगः स्यति अत्र चकारस्य चोः कुः इति सूत्रेण पक् योगः स्यति सकारस्य षत्वं पक्ष्यति इति रूपं सिद्ध्यति एवमेव छकारः छवर्णस्य छवर्गीय द्वितीयः वर्णः छकारः छकारः अन्तिमवर्णः अङ्गस्य सकारः आदिमवर्णः प्रत्ययस्य चोः ओ अत्र तु व्रश्च भ्रश्च इत्यस्य कार्यमस्ति सत्यम् अत्र किमर्थं छशांशः इति अस्ति अतः अत्र चोः शूडनुनासिकेच इति प्रथमं हा चोः शूडनुनासिके इति छकारस्य षत्वं भवति अपि च व्रश्च भ्रश्च इति सूत्रेण षकारस्य षत्वं भवति अनन्तरं षडोः कासि हा षडोः कसि इत्यनेन षकारस्य ककारादेशः भवति सकारस्य षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण अत्र कार्यं किमपि अस्ति अत्र पृच्छ इति उदाहरणार्थं पृच्छ इति अङ्गं स्यति इति प्रत्ययः अत्र तुगागमः अभवत् पूर्वमेव सूत्रे तु उक्तमस्ति तुगागमः यस्य छकारस्य तुक् आगमः भवति तस्य एव षत्वं भवति इति. षत्वं न षकारादिश षत्वमेव. सो प्रच्छ योगः स्यति, अत्र चकार छकारयोः षकारादेशः भवति. प्रश् योगः स्यति इति भवति. इदानीं व्रश्च भ्रश्च इति सूत्रेण षकारस्य षत्वं भवति. प्रश् योगः स्यति. षडोकसि इति षकारस्य ककारादेशः भवति. षकारः परवर्णः भवति चेत् मूर्धन्यषकारस्य ककारादेशः भवति षडोकसि इति सूत्रेण. प्रक् योगः स्यति इति भवति. इदानीम् आदेशप्रत्ययोः इति सूत्रेण षकारस्य षत्वं प्रक्ष्यति इति रूपं लभ्यते. धन्यवादः भगिनी, बहु समीचीनम्, सम्यक् अस्ति. अस्तु, इदानीं तत्र सरस्वती भगिनी अग्रे गच्छति वा? भगिनी, तत्र खरीच इत्यस्य सूत्रस्य आवश्यकता का अस्ति तत्र? तत्र ककारः प्रथम उदाहरणे ककारः सकारः प्रथम उदाहरणम् इत्युक्ते मेलेक् योगः सि इति अस्ति किल, तत्र तु इन्कोः इत्यनेन कवर्गीयवर्णस्य आदेशप्रत्ययोः इति शत्वं भवति किल, तस्मात् खरीचा कार्यं करोति किल इति मया उक्तं. भवती नासीत् इति मन्ये. मया उक्तम् अत्र प्रथमतया आदेशप्रत्ययोः इत्यस्य कार्यं स्यात्, तदनन्तरं खरीच इति क्रमेण भवेत्. परन्तु अत्र स्थानि भिन्नस्थानि अस्ति इति कृत्वा विपरीततया कुर्मः चेत् अपि क्लेशः नास्ति. इदं करपत्रं वस्तुतः मातृभिः रचितमस्ति. अस्तु अस्तु, सरस्वती भगिनि. तर्हि इदानीं जकारान्त धातु जकारान्त अङ्गः अस्ति तथा सकारादिप्रत्ययः अस्ति चेत् चकारयोगसकारः एवं भवति. तर्हि प्रथमतया जकारस्य कुत्वेन गकारः भवति. चोः कुः इति सूत्रेण जकारस्य स्थाने ककारः भवति इत्युक्ते कुवर्गस्य. तर्हि जकार तृतीयवर्ण अस्ति, अतः ककारस्य कुवर्गस्य अपि तृतीयवर्णः अतः त्यज् योगस्य अपि उदाहरणमस्ति. तत्र जकारस्थाने गकारः भवति, त्यग् योगस्य अपि भवति. इदानीं गकारयोगसकारः अस्ति, अतः चत्वं भवति खरिच इति सूत्रेण. अतः त्यक् योगस्य अपि भवति. अत्र टङ्कनदोषः अस्ति इति मन्ये, स्यक् नास्ति, त्यक् भवेत्. तर्हि त्यक् योगस्यति भवति भवति. इदानीं षत्वं भवति, ककार अस्ति इन्कोः इत्यनेन आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा स्वकारस्थाने षकार भवति. अतः त्यक् योग क्ष्यति भवति. कष संयोगे क्ष भवति, अतः त्यक्ष्यति भवति रूपं. तदनन्तरं जकारस्य अभवत् अतः क्षम्यतां भगिनि, त्यक् एव भवति किल, त्यक् इति किमर्थम् उक्तवती? जकारस्य स्थाने ककारः भवति किल, तस्मात् खरीच इति. आम्, तर्हि तत्र खरीच अनन्तरं स्यक् लिखितमस्ति तत्र. तर्हि तत्र टङ्कनदोषः अस्ति इति उक्तवती अहं. अस्तु क्षम्यतां. जकारान्त अङ्गमस्ति तथा सकारादिप्रत्ययः अस्ति चेत् षकारयोगसकार. तत्र पुनः प्रथमतया तु चोः कुः कार्यं करोति. तत्र चतुर्थः वर्णः आगच्छति, अतः झकारस्य स्थाने घकार भवति. उदाहरणरूपेण जझर्ज योग सि, जझर्ज योग सि, तत्र झकारस्य स्थाने घकार भवति चोः कुः सूत्रेण. इदानीं घकारयोगसकार अस्ति, तत्र चर्त्वं भवति खरीच सूत्रेण. झर्क् योग, तर्हि पुनः अत्रापि टङ्कनदोषः अस्ति इति मन्ये. झझर्ज नास्ति, जाजर्ज, जाजर्ज अस्ति. अतः जाजर्ज जा झर्क भवति. घकारस्य स्थाने ककार प्रथमवर्ण भवति चर्त्वं भूत्वा. ककार सकार इदानीं षत्वम् आदेशप्रत्ययोः इत्यनेन अतः जाजर्क् योगश्री भवति कषसंयोगेन क्षी भवति जाझर्षि एवं भवति झज ट इदानीं ट अस्ति तकारयोगसकार तकारस्य चत्वं भूत्वा तत्र तकार एव अस्ति अतः परिवर्तनं किमपि नास्ति तदनन्तरं तकारयोगसकार अस्ति अतः ष्टुनाष्टुः कार्यं करोति नानट् उदाहरणमस्ति नानट् योगसि तर्हि तत्र केवलं ष्टुनाष्टुः इत्यनेन सकारस्य स्थाने षकार भूत्वा नानक्षी भवति ठकार अस्ति चेत् ठकारयोगसकार अस्ति चेत् प्रथमतया तु चत्वं भवति तदनन्तरं तदेव कार्यं चत्वं भूत्वा टकार भवति लोलुण्ट् योगसि अत्र खरि च अनन्तरं कार्यं करोति यतोहि कृपादि क्रम एवम् अस्ति अतः शृणाशुः प्रथमं कार्यं कृत्वा तत्र सकारस्य स्थाने षकार आगच्छति लोलुण्ट् योगशी भवति तदनन्तरं खरि च कार्यं कृत्वा लोलुण्ट् योगशी लोलुण्ट्षी भवति तथ ड भवति इदानीं डकारयोगसकार तत्र पुनः चत्वं भवति प्रथमसोपाने तर्हि टकार भूत्वा चत्वं कृत्वा तत्र जागण्ड् योगसि चत्वं तु अनन्तरं भवति प्रथमतया तुष्टनाष्टुः एव कार्यं करोति जागण्ड् योगसि तर्हि तत्र सकारस्य षकार भवति ष्टुनाष्टुः इत्यनेन अतः जागण्ड् योगशी भवति तदनन्तरं खरि च जागण्ड् योगशी एवमेव ढकारयोगसकार अस्ति चेत् अत्र कश्चित् भेदः अस्ति ढकारयोगसकार अस्ति चेत् प्रथमतया तु ढकारस्य ककारादेशः भवति षडोकस्ति इति सूत्रेण उदाहरणमस्ति लेड् योगसि अत्र सकार परे अस्ति ढकारस्य स्थाने ककार भवति अतः लेख् योगसि भवति अत्र इदानीं तु तथैव यथा ककार अन्ते अस्ति यथा कार्यं वयं कृतवन्तः आदौ तु षत्वं तर्हि लेख् योगसि भवति तदनन्तरं कषमेलनेन लेक्षि भवति अग्रे वक्तव्यं किं भगिनि अग्रे अग्रे एकं वदतु अस्तु सकारयोगसकार सकारयोगसकार अस्ति तदा पुनः खरि च कार्यं करोति परन्तु परिवर्तनं किमपि नास्ति केवलं सकारयोगसकारयः चाचत् योगसि अस्ति तर्हि खरि च कार्यं कृत्वा अपि चाचत् एव भवति एव तिष्ठति चाचत् योगसि तत्र अन्य किमपि कार्यं नास्ति केवलं वर्णमेलनेन चाचत्सि भवति सम्यक् सम्यक् धन्यवादः भगिनि इदानीं तत्र किं वंशी भगिनी अग्रे करोति वा आं भगिनि अस्तु तकारसकारः अस्तु थकारः योगः सकारः थकारस्य चत्वेन तकारः भवति प्रथमं तु तत्र तु किमपि कार्यं खरिच एव कार्यं करोति थकारः सकारद्वे उदाहरणमस्ति सामन्थ योगः सि तत्र तु खरिच एव कार्यं करोति यतोहि तत्र सकारपरे सकारः अस्ति अतः सामन्त् अल्प स्व तकारः आदेशः भवति खरिच इत्यनेन सामन्त् सि इति रूपं भवति समानरीत्या तत्र दकारः सकारः दकारस्य चत्वेन तकारः अद्योगः सि तत्रापि दकारस्य स्थाने तद्वर्गीयप्रथमवर्णः आदेशः भवति अत्सि इति रूपं थकारः योगः सकारः तत्रापि थकारस्य स्थाने तकारः प्रथमवर्णः वर्गीयप्रथमवर्णः आदेशः भवति क्रोधयोगः स्यति थकारस्य स्थाने तकारः आदेशः भवति प्रथमवर्णः वर्गीयप्रथमवर्णः अतः क्रोत्स्यति इति रूपं भवति अग्रे पठामि वा भगिनि नकारः अपि अस्तु नकारः योगः सकारः नकारस्य स्थाने तत्र भिन्नचोत्रं कार्यं करोति, यतोहि तत्र अपदान्तकार्यमस्ति. नश्यापदान्तस्य झलि इत्यनेन तत्र झलि परे नकारस्य अनुस्वारः भवति. अतः तत्र मन्योगस्यते उदाहरणं नकारस्य स्थाने कुत्रचित् ध्वनिः अस्ति. मन्योगः स्यते नकारस्य स्थाने अनुस्वारः आदेशः भवति, यतोहि झलि परे अस्ति, अतः मन्स्यते इति रूपं भवति. अग्रे पकारस्य पठामि वा अन्ये पठन्ति वा भगिनि? अस्तु, पकारः योगः सकारः, पकारः योगः सकारः, तत्रापि तत्र चर्तुं कार्यं करोति. पकारस्य स्थाने पकारः एव आदेशः भवति, अतः तत्र तप् योगः स्यति तप्स्यति. पकारस्य स्थाने पकारः एव आदेशः भवति. पकारः योगः सकारः द्वितीय, तत्रापि पकारस्य आदेशः पकारस्य स्थाने चर्त्वेन पकारः आदेशः भवति. जोगुं योगः सि जोगुं सि इति रूपं समानरीत्या बकारः योगः सकारः. उदाहरणं लालं वियोगः सि लालं सि इति रूपं बकारः बकारः योगः सकारः. बकारस्य स्थाने अपि तत्र हरीच इत्यनेन अल्प पकारः आदेशः भवति प्रथमवर्णः. अतः लभयोगः स्यते लप्स्यते इति रूपं भवति. समीचीनं वा भगिनि? यकारः नकारस्य सकारः तत्र तु नश्यव्यप्रशान् इत्यनेन सूत्रेण सन्धि भवति. किं भवति तत्र तु नकारः योगः सकारः इति भवति. नश्यपदान्तस्य जलि तावदेव खलु मन्योगः स्यते नकारः योगः सकारः नश्यव्यप्रशान् इति नश्यव्यप्रशान् इति भिन्नसूत्रमस्ति. तत्तु पदान्ते भवति खलु अपदान्तकार्यमस्ति. अस्तु समीचीनम्. तत्तु पदान्तकार्यं समीचीनम्. अस्तु तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी, यकारस्य लोपः भगिनि यकारस्य लोपः यकारयोगः सकारः लोपो वियोर्वलि इत्यनेन सि वल् प्रत्याहारे अस्ति. लोपो वियोर्वलि इत्यनेन यकारस्य लोपः भवति. जाह योगः सि यकारलोपः भवति. जाहसि अन्तिमरूपम्. अनन्तरं रेपान्त अङ्गमस्ति, सकारवादिप्रत्यये अस्ति. तत्र रेफस्य किमपि कार्यं न, सकारस्य सत्वं भवति. कुत्र आदेशप्रत्ययोः सूत्रे रेफः अपि अस्ति. जागर्योगः सि स्थाने षत्वं भवति. जागर्षि अन्तिमरूपं. तदेव लकार अपि इन्को प्रत्योहारे अस्ति. लकारान्त अङ्गमस्ति सकारादिप्रत्यय. तत्रापि सकारस्य स्थाने लकारस्य किमपि कार्यं न, सकारस्य षत्वं आदेशप्रत्ययो इत्यनेन. उदाहरणमस्ति पम्पुल् योगरसि, तत्रापि सि स्थाने सत्वं भवति, सि भवति. लालं क्षम्यतां पम्पुल्षि भवति. वकारस्य लोपः अत्र गुणकृत्रं न भवति. कुत्र न भवति? किमर्थं न भवति इति अग्रे वयं पठिष्यामः. किमर्थं न भवति इति पठिष्यामः अग्रे. गुणः तदर्थं सूत्रमस्ति, तत् पठामः अग्रे. इदानीम् अग्रे गच्छतु. पम्पुल् विशेषसूत्रमस्ति मन्ये. अग्रे अग्रे अस्ति तद् एतत् तत् यतोहि तत्र बहु किमपि तत्र चर्चा वर्तते अतः इदानीम् एतद् एतद् समाप्य तदनन्तरं तत्र गच्छामि. अन्तिमवर्णः क्षम्यताम् उकारयोगः सकारः उकारस्य लोपः भवति लोपो वियोर्वलि वल् प्रत्याहारे परा अस्ति चेत् उकारस्य लोपः भवति. उदाहरणमस्ति तत्र उदाहरणं नास्ति किमर्थम् इत्युक्ते अवसरः नास्ति इति कारणेन तदर्थं अन्यकारान्ताः सर्वे तत्र ऊट् भाविनः इति अस्माभिः चर्चितं खलु. आमाम् अतः तत्र लोपोव्यवलितसहस्रः नास्ति. आम् आं भगिनि. सकारयोगसकारः तत्र सकारस्य वृष्य वृष्य सूत्रेण सः शः भवति तस्य षडोः कः सि इत्यनेन सकारशत्रुं भवति. क्षम्यताम् सकारस्य स्थाने ककारादायस्य भवति. उदाहरणमस्ति क्रोक् योग सति क्रोक्षति भवति. सकारान्तधा अङ्गं सकारादिप्रत्यय तत्रापि सकारस्य ककारादेश भवति. षडोः कः सि सि सकारादिप्रत्यये परे सकारस्य ककारादेश भवति. उदाहरणमस्ति चरीकर्ष योगः सि सकारस्य स्थाने ककार चरीकर्क् भवति. आदेशप्रत्ययो इत्यनेन शत्वं भवति. चरीकर्क् योगः षि चरीकर्क्षि भवति अन्तिमरूपम्. अनन्तरं सकारादि अङ्गं सकारान्ताङ्गं सकारादिप्रत्यय सकार सार्वधातुकसकारे परे न किमपि कार्यम्. अर्धधातुकसकारे परे पूर्वसकारस्य तकारादेशः भवति. सः स्यार्धधातुके इति सूत्रेण प्रथमं सूत्रं सार्वधातुक प्रथम उदाहरणमस्ति सार्वधातुकप्रत्यये परे चकास् योगसि किमपि कार्यं वर्णमेलनमेव चकासि भवति. अर्धधातुकप्रत्यये स्यति अर्धधातुकप्रत्यये अस्ति. तत्र सूत्रमस्ति सः स्यार्धधातुके. उदाहरणमस्ति वस्योगस्यति तत्र अर्धधातुकप्रत्यये परे सकारान्त अङ्गमस्ति. तत्र सकारस्य स्थाने दकारादेश भवति. वद्योगस्यति करीच इत्यनेन वत्स्यति इति भवति. समीचीनं सम्यक् धन्यवादः भगिनि. समीचीनमस्ति. इदानीं सकारादिप्रत्यये परे तर्हि प्रायेण तत्र खरीच आदेशप्रत्ययोः इति प्रचुररूपेण अनयोः सूत्रयोः कार्यं. तर्हि कुत्रचित् व्रश्च ब्रश्च कुत्रचित् षडोः कस्ति इति अस्ति भगिनि. अन्तिम यदस्ति तत्र पुनः खरीच किमर्थं सकारस्य स्थाने तकारे एव आगच्छति खलु. पुनः परिवर्तनं न कृत्वा एवमेव स्थास्यति एवमस्ति किम्? आम् आमां पर्जन्यव पर्जन्यव. अस्तु अस्तु अवगतम्. अस्तु धन्यवादः. इदानीं तत्र उमा भगिनी अग्रे पठति वा? पठामि भगिनि. युगः स न तदभवत् अग्रिम. इदानीं तत्र कयोगः स उतायुगः स आर्धधातुके सकारे परे पूर्वसकारस्य सकारादेशः भवति. ओ सः सार्धधातुके सः सार्धधातुके सकास्युगः सि सकास्ति सकास्ति तु ओके सार्वधातुके सकारे परे न किमपि ओके वस् योगः स्थिति वस् स्थिति वस् इति धातुः तदभवत् अग्रे ह योगः सकारः अकारस्य ढकारः तद् एक्स्पेण्ड् भगिनि एक्स्पेण्ड् करोतु अग्रे. ओके ओके ओके सारि सारि सारि ह ह योगः स क योगः स हकारस्य ढकारः तस्य ककारादेशः सकारस्य सत्त्वम् अत्र प्रथमे होडः इति सूत्रेण निः धातोः नेः इति भवति गुण गुणाटिक्षे गुणा भवति देन् नेः योगः सि नेः योगः सि तु हकारः कोडः सूत्रस्य ढकारः अधिकः भवति तु लेखम् लेड् योगः अस्ति देन् षडोकसि सूत्रस्य लेख् ढकारः सकार आदेशः भवति देन् लेख् योगः सि लेख् लेख्सि इति आदेश आदेशप्रत्ययोः सूत्रस्य सकारादेशः भवति लेक्सि इति आगच्छति. यदि धातुः दकार अग्रे पठामि वा? आमामाम् अग्रे. ओके यदि धातुः दकारादि दकारादि दादेर्धातोर्घः दुः बिकम् दोघ् बै गुण देन् स्यति दोघ् योगः स्यति देन् हकारस्य घकारः भवति एकाचो बशो बस् इति सूत्रेण दुग् बिकम्स् दोग् बिकम्स् धोग् चतुर्थवर्णः आगच्छति सु धोग् युगः सति सु दोग् स्यति देन् दका क प्लस् स दकारस्य भष् भावः घकारस्य खरीचसूत्रस्य दोग् बिकम्स् धोक् दो दो दोक् देन् योगास्यति दोक् बिकम्स् दोग् बिकम्स् धोक् देन् स्यति देन् सत्त्वेन सकारः सकारस्य आदेशप्रतिनियोः इति सूत्रेण सत्त्वं भवति तु दोक्ष्यति इति आगच्छति. दृक् योगः दृक् मुक् स्नुक् स्नुक् एतेषां धातुतः दृः मुः स्नुः स्नुः स्न स्निफाम् तु मुख् योगः मुग् बिकम्स् मोघ् गुणातिष्ठे प्रसति मोघ् प्रसति एषां धातूनां हकारस्य विकल्पेन घकारः तस्य सत्त्वेन सकारः सकारस्य सत्त्वं तु खरीचसूत्रस्य मोघ् मोघ् बिकम्स् ओके मुख् बिकम्स् मोघ् देन् क्षति मोघ् प्लस् क्षति देन् मोघ् बिकम्स् मोघ् खरीचसूत्रस्य मोघ् प्लस् क्षति आदेशप्रतिनियोः सूत्रस्य मोक्ष्यति इति आगच्छति. पक्षे धकारः तस्य ककारादेशः हकारस्य सत्त्वं षोडशसूत्रस्य So, so there are two types. Okay. Mukh becomes mok plus sthiti. Then hakar se stane prathame rita dhakar adesha bhavati. Atra dhakar adesha bhavati. So mok plus sthiti, mod plus sthiti. So sadok si sutra se okay mok mod becomes mok mok plus sthiti. Adesha pratyayoh itase mokshiti. So there also mokshiti, here also mokshiti. Only thing is definition vayoh madhyena adeshiti mokshiti satra di mokshiti. Yes, satra di mokshiti. Samishinam bhagini, dhanyavadah, samyak asti. Dhanyavadah. Pashi idanim tatra kim Lakshmi bhagini agre karoti va. आं भगिनि मोहयोगस्य अपि अपि पठितवती खलु इदानीं अग्रे इदानीम् अस्मिन्नेव प्रसङ्गे इत्युक्ते अपदान्ते हकारः अस्ति सकारादिप्रत्ययः अस्ति किन्तु अत्र पक्षः नख् इति धातोः कृते अस्ति नख् इति धातुः अस्ति चेत् हकारस्य का गतिः इति चेत् हकारस्य धकारादेशः भवति नहोधः इति सूत्रेण परं तस्य चर्त्वमपि भवति खरीच इति सूत्रेण तर्हि नः योग स्यति इत्यत्र नध् योग स्यति खरीच अपि कार्यं कृत्वा नत्स्यति इति रूप अत्र खरीच इति नत्स्यति इति धकारस्य तकारादेशः भवति चर्त्वेन नत्स्यति इति अन्तिमरूपं सिद्ध्यति अत्र सङ्ग्रहः उच्यते पठानि किं भगिनि आमामां पठतु अवश्यं पूर्ववर्णाः ककार खकार गकार घकार क्षम्यता ख ख ग घ छ छ झ छ ढ श ष ह एते वर्णाः सन्ति चेत् आदेशः ककारः स्यात् ककारः स्यात् ठ ड अस्ति चेत् तकारः तथ द ध सन्ति चेत् तकारः प भ भ सन्ति चेत् फकारः मकारनकारः अनुस्वार आदेशः यकारवकारयोः लोपादेशः रेफलकारयोः न किमपि भेदः सकारस्य सार्वधातुके सकारे न किमपि भेदः आर्धधातुके परे तकारादेशः सहस्यार्थधातुके इति सूत्रेण तावत् अस्ति अग्रे तकारादिथकारादिप्रत्ययोः परयोः सन्धिकार्याणि उक्तानि अपदान्ते ककारः वर्तते ततः परं तकारादि अथवा तकारादिप्रत्ययः अस्ति चेत् ककारस्य ककारादेशः एव भवति तकारतकारयोः अपि समानकार्यं भवति अत्र उदाहरणार्थं ककारस्य चत्वं ककारः एव भवति करीच इति सूत्रेण उदाहरणार्थं शक् योग ता इति प्रसङ्गे चत्वं शक् इत्यस्य ककारस्य चत्वं पर्जन्यवत् भूत्वा शक् एव ककारः एव तिष्ठति शक् योगता शक्ता इति रूपम् अपदान्ते ककारः अस्ति परं तकारतकारादि प्रत्ययः अस्ति चेत् ककारस्य ककारादेशः चत्वेन जायते उदाहरणार्थं ले लेख योगति खकारस्य चत्वं भूत्वा ले लेख योगति ले लेति अपदान्ते गकारः पुनः तकारादि ठकारादिप्रत्ययः चत्वेन गकारस्य ककारादेशः खरीच सूत्रेण उदाहरणार्थं तात्वङ् योगति गकारस्य ककारादेशः तात्वङ्क् योगति तात्वङ्ति अपदान्ते खकारः अस्ति चेत् अस्तु सम्यक् सम्यक् सम्यक् धन्यवादः तर्हि इदानीम् अग्रे मीना भगिनी पठतु कुत्र दकारः भगिनि दकारः महाप्राणकारः तकारः वा तत्र जाघग् इति उदाहरणम् अस्ति तत्र जशस्ततो धो अधः इति सूत्रेण जाघग् धी भवति तत् तकारस्य दकारः भवति तदनन्तरं जलां जष् जषि इति सूत्रेण जाजग्धि इति रूपं भवति अनन्तरं चकारात् अनन्तरं तकारः अस्ति चेत् तत्र उदाहरणं कुत्र नास्ति वा वृष्टवश्च सृजं भज तत्र उदाहरणं कुत्र भगिनि नास्ति न तत्र वृष्टवृष्ट इति वृष्ट्योगः ता वृष्योगः ता इति अस्ति खलु उदाहरणं किम् उदाहरणं कुत्र वृष्टधातुयोगः ता ऋच् प्रत्ययः वृष्टा उदाहरण ओ व्रश् एव धातु ओ व्रश् व्रश् व्रश्च व्रश्च इति सूत्रेण व्रश् भवति शकशत्वं भवति सो व्रष्टुनाष्टुः इति सूत्रेण व्रष्ट तदनन्तरं ककारः अस्ति चेत् तत्र पच् इति धातुः तत्र चोकुः इति सूत्रेण चका कुत्वं भवति पक् था पक् था इति भवति षकारः योगः तकारः तत्र प्रच् इति धातुः भगिनि भगिनि अत्र अत्र कोष्टके यद्यद् लिखितं तद् सर्वे सर्वं पठित्वा तदनन्तरम् उदाहरणं प्रति गच्छतु तत्र पूर्वमपि अन्येषां चकारान्तानां कुत्वेन ककारः तदपि पठतु ककार तकार तकारयोः अन्येषां चकारान्तानां कुत्वेन ककारः भवति कुत्र चोकुः इति सूत्रेण उदाहरणं पच् इति धातुः तथा इति तकारः अस्ति तत्र चोकुः इति सूत्रेण पक्ता भवति षकारः योगः ठकार ठकारः तुक् सहितचकार चकारस्य षत्वं भवति तदा षत्वं तदनन्तरं ष्टुत्वं प्रथमं प्रच् धातोः तत्र श्वोः शूड् अनुनासिके च इति सूत्रेण तुक्सहितचकारमस्ति तत्र शकारं भवति प्रथमं किल श्वोः शूड् अनुनासिके च तत्र शकारः भवति तदनन्तरं वृश्चभ्रश्च सूत्रेण षत्वं भवति प्रश् भवति तदनन्तरं तत्र तत्र वस्तुतः तालवेषकारः भवेत् अत्र मुद्रणदोषः अस्ति तालवेषकारः वदतु प्रच्छिदातु श्वोः शूड् शकारः तालव्यशकारः भवति प्रश्य योगः तदनन्तरं प्रश्यप्रश्य इति सूत्रेण षत्वं भवति प्रश्य ष्टुत्वं भवति इष्टुनाष्टुः इति सूत्रेण प्रष्टा भवति तदनन्तरं चकारः तकारः तत्र ष्टुनाष्टुः वा वाञ्च् योगः ति इति अस्ति तत्र च वाङ्क् योगः तिष्ठ कथं भवति वा शुत्वं तत्र तुक् सहितचकारः अस्ति इति चेत् तत्र वा वांश् भवति न न न तुक् तुक्स इति चकारः नास्ति भगिनि, अत्र ञकारः अस्ति. कुत्र अस्ति तुक्स? ञकारः भवति, चकारः नास्ति. तस्मात् तत्र ष्टुणाष्टुः इति सूत्रेण वाङ्क् तत्र वाङ्क्ति इति भवति. तदनन्तरं चोक्कुः सूत्रेण वा ककारस्य प्रथमककारः भवति, वा वाङ्क् योगः ति. करिच इति सूत्रेण वा करिच इति सूत्रेण वा तत्र अनुनासिकः वर्णः कथं भवति? वा वा वाङ्क्ति इति, ओ तत्र ककारस्य करिचसूत्र किं भव किं वदति भगिनि? तत्र किमर्थम् अनुनासिक कवर्गस्य अनुनासिकवर्णः आगच्छति? तत्र अत्र तुक्सहितचकारः नास्ति, अतः अत्र किं भवति? केवलं चोः कुः एव कार्यं करोति. चोः कुः कार्यं करोति, चोः कुः इति कार्यं कृत्वा तदनन्तरं किं भवति? तदनन्तरं तत्र नष्टपदान्तस्य झलि परसवर्णः, तदनन्तरं तस्मात् एव अकारः आगच्छति. अनना ययि परसवर्णः नासिके ययि परसवर्णः वा वाङ्क्ति इति भवति. वृश्चादिगणे पठितानां षत्वं वृश्चपृच्छ किं भवति? यज् यज् इति धातुः, ता इति प्रत्ययः भवति. वृश्चभश्च यजभृजया यजभृजराजश चषां क्षः इति सूत्रेण जकार यज् धातुः यश् भवति, तदर्था इति भवति. तदनन्तरं ष्टुत्वं भवति, यश् तकारः तकारः यष्टा ष्टुराष्टुः इति श्रेष्ठा भवति. तदनन्तरं ककारः तकारः अन्येषां धातूनां जकारस्य इदानीं जकारान्त धातुः अस्ति, त्यज् इति धातुः अस्ति. अन्ये जकारस्य चोक्कुः त्यज् ता तदनन्तरं त्यक् तत्र प्रथमं त्यक् ता भवति किल, न जकारः ककारः चोकुः त्यग् ता कुत्वेन करिचेति सूत्रेण त्यक्ता भवति. तकार तकारयोः धन्यवादः भवती तत्र समग्रतया न पठति, अत्र एकैकं अंशं स्वीकृत्य पठति, परन्तु क्रमेण गन्तव्यं. ज योगः ट योगः त, तदनन्तरं ग योगः ध, तदनन्तरं क्रमेण ततयोः धकारादेशः, तदनन्तरं झषस्ततो दोधः इति प्रथमतया इति एवं रीत्या तद् पठनीयं. केवलम् एकैकम् अंशम् इति त्यक्त्वा मध्ये मध्ये किमपि पठति चेत् लाभः नास्ति. अस्तु भगिनि, धन्यवादः. इदानीं तत्र किम् अत्र कः अस्ति? अरुणभगिनी पठति, पठतु. चकारयोगः तकार, देर् नम्बर् टु, द तुक् सहित चकारस्य कुत्वं हकारस्य चत्वेन ककारः एकक्षणं भगिनि कुत्र वदति? वदतु कुत्र वदति? चकार महाप्राणचकार योगः तकार अथवा महाप्राणतकार, तत्र नम्बर् टु इति यत् दत्तं तुक् सहितचकारस्य कुत्वम् अपि च खकारस्य चर्त्वेन ककारः, देट् शुड् कम् डौन् बिलो एण्ड् द स्टुनाष्टुः शुड् बि अप् देर्. इदानीम् अहं परिश् कुर्वती अस्मि. ओ अस्तु अस्तु, बिकास् इट्स् आल् वेरि अत्र कश्चन भ्रमः अस्ति. एण्ड् द स्टुनाष्टुः शुड् आल्सो गो अप् फार् द प्रीवियस् थिङ्ग् प्रश् मया कृतं भगिनि. अस्तु धन्यवादः भगिनि, अहं केवलं शृणोमि अधुना. अच्छा ओके नास्ति चिन्ता तर्हि अत्र यदा करपत्रस्य किं ट्रान्स्फर् जातं तद् गूगल् ग्रूप् तस्मात् अत्र इदानीं येन केनापि कृतम् अत्र सम्यक्तया न कृतम् इति भाति ओके नास्ति चिन्ता तर्हि अनिमा भगिनी पठतु अग्रे नमस्ते भगिनी तत्र त्यक्ता इति परमेव कृतं किल आमां अस्तु जाजर्ज् इति अस्ति खलु ततः अग्रे अस्ति यदि छवर्णः चकारः पूर्ववर्णः तकारः अथवा थकारः परवर्णः अस्ति चेत् तस्य आदेशः भवति झकारस्य आदेशः भवति गकारः अपि च तकार थकारयोः धकारः इति आदेशः भवति प्रथमं तकार थकारयोः धकारादेशः कथं भवति इति लिखितं झषस्ततोः ध अध इति सूत्रमस्ति उदाहरणमस्ति जा जर्झ योगः ति तत्र झषस्ततोर्धः अधः इति सूत्रेण ति इत्यस्य तकारस्य धकारादेशः भवति प्रथमं तदनन्तरं झकारस्य कुत्वेन घकारः भवति चोहोकुः इति सूत्रेण अतः जा झर्घ योगः धि इति भवति इतः परं तस्य सोरि तदनन्तरं तस्य झष्त्वेन गकारः भवति झलां झष् झषि इति सूत्रेण अतः जा जर्घि इति रूपं प्राप्नुमः तदनन्तरं पूर्ववर्णः थकारः तदनन्तरं तकारधकारः अस्ति चेत् तस्य आदेशः तकारधकारयोः आदेशः भवति टकारढकारः इति तथयोः ष्टुत्वम् इति कथं भवति नानट् योगः ति तत्र ष्टुनाष्टुः इति सूत्रेण नानट्टि इति रूपं प्राप्नुमः तदेव तदनन्तरं थकारः पूर्ववर्णः अस्ति तदनन्तरं थकारथकारः अस्ति चेत् थकारस्य टकारादेशः भवति टकारधकारयोः टकारथकारादेशौ भवतः तथयोः ष्टुत्वं प्रथमं ष्टुनाष्टुः इत्यनेन उदाहरणमस्ति लोलुण्ड् योगः ति लोलुण्ड् योगः टि इति भवति तकारस्य टकारादेशः भवति ष्टुनाष्टुः इति इत्यनेन तदनन्तरं ठकारस्य चत्वेन टकारः भवति खरीच इति सूत्रेण लोलुण्टि इति भवति रूपम् इदानीं पूर्ववर्णः डकारः अस्ति तदनन्तरं तकारथकारः अस्ति चेत् डकारस्य टकारादेशः भवति टकारथकारयोः टकारथकारादेशौ भवतः प्रथमं तथयोः ष्टुत्वं भवति ष्टुनाष्टुः इति अनेन सूत्रेण उदाहरणमस्ति जागण्ड् योगः ति जागण्ड् योगः टि इति भवति तकारस्य स्थाने टकारः आदेशः भवति इदानीं डकारस्य चत्वेन टकारादेशः भवति खरि च इत्यनेन सूत्रेण अतः जागण्टि इति रूपम् इदानीं ढकारः अस्ति तदन पूर्ववर्णः अस्ति तदनन्तरं टकारथकारौ स्तः चेत् लोपः भवति अतः ठकारः एव तिष्ठति प्रथमं तथयोः धकारादेशः झषस्तथोर्धोः अधः लेट् योगः त इति उदाहरणं तत्र तकारस्य धकारादेशः भवति अतः लेढ् योगः ध इति भवति धकारस्य ष्टुत्वेन ढकारादेशः भवति ष्टुनाष्टुः इति अनेन सूत्रेण लेढ् योगः ढा इति भवति अत्र पूर्वढकारस्य लोपः भवति ढोढे लोपः इत्यनेन ले योगः ढा लेढा इति रूपं प्राप्नुमः समीचीनं भगिनि बहु समीचीनम् धन्यवादः धन्यवादः भगिनि तर्हि इदानीम् अत्र उषा भगिनि अग्रे पठतु भगिनि पूर्ववर्णः तकारः अग्रे अपि तकार अथवा तकारः अस्ति आदेशः किमपि कार्यं नास्ति तकारस्य चर्त्वेन तकारः एव खरिच इति अत्र पर्जन्यवत् कार्यं करोति चाचत् योगहति खरिच इत्यनेन तकारस्य स्थाने चकारः तकारः एव चाचत्ति इति भवति तकारः महाप्राणतकारः अनन्तरं तकारतकार अस्ति चेत् तत्रापि करिच इत्येव कार्यं करोति पर्जन्यवत् एव न महाप्राणतकारस्य स्थाने पूर्ववर्ण महाप्राणतकार महाप्राणतकारस्य स्थाने प्रथमवर्णः आयाति तकारः आयाति तकारस्य चर्त्वेन तकारः खरिच इति सूत्रेण उदाहरणमस्ति मामन् योगहति मा मन्ति तकार तकारद्वयम् अस्ति धकारः योगः तकार अथवा तकार दकारस्य स्थाने इदानीमपि करिच कार्यं करोति दकारस्य स्थाने तकारः आदेशः भवति दकारस्य चर्त्वेन तकारः खरिचसूत्रम् अद् योगहति अत् योगहति इति भवति अत्ति भवति अनन्तरं धकारः योगः तकारः अथवा महाप्राणतकारः अस्ति चेत् महाप्राण धकारस्य स्थाने पूर्ववर्णस्य स्थाने धकार आदेशः भवति अनन्तरं तकारस्य अथवा तकारः अपि महाप्राणधकारः अपि भवति प्रथमम् अथ स्थाने धकार आदेशः भवति झषस्ततोर्धोर्धः इत्यनेन यतोहि पूर्ववर्णः महाप्राणधकारः झष् वर्णः झषस्ततोर्धोर्धः इत्यनेन धकारः भवति उदाहरणमस्ति क्रोध् इति अस्ति क्रोध् योगः तकारस्य स्थाने धकार आदेशः भवति क्रोध् योगः धा भवति अनन्तरं पूर्व धातोः धकारस्य जष्त्वेन धकार आदेशः भवति झलां झष् झषि इत्यनेन क्रोध् धकारः महाप्राण धातोः धकारः भवति अल्पप्राणधकारः भवति क्रोध् धा भवति अग्रे पठामि भगिनि पकारः पठतु पकारः योगः तकारः अथवा तकारः इदानीं पकारस्य चर्त्वेन पकारः एव भवति हरिच इति पर्जन्यवत् कार्यं करोति तप् उदाहरणमस्ति तप् योगः तप्ता भवति एवमेव पकारस्य स्थाने पकारः योगः तकार अथवा तकारः इति अस्ति चेत् महाप्राणपकारः स्थाने पकार आदेशः भवति पकारस्य चर्त्वेन पकारः भवति करिच कार्यं करोति जोगुम्प् योगहति जोगुम्पि भवति अस्तु बकारः योगः तकार अथवा तकारः अस्ति चेत् बकारः पकारः भवति बकारस्य चर्त्वेन पकारः भवति करिच इति सूत्रेण कार्यम् अस्ति लालम्ब् इति उदाहरणमस्ति लालम्ब् योगः ति बकारस्य स्थाने पकारादेशः भवति करिच इत्यनेन लालम्ब्ति भवति अनन्तरं भकारः योगः तकार अथवा महाप्राणतकारः इति चेत् प्रथमं भकारः पूर्ववर्णः इति झष्वर्णः अस्ति इत्यनेन प्रथमकार्यम् अस्ति तकार अथवा तकारस्य स्थाने धकार आदेशः झषस्ततोर्धोर्धः इत्यनेन अनन्तरं भकारस्य धातोः भकारस्य जष्ट्वेन बकारादेशः भवति लब् योगः ता अस्ति चेत् लब् योगः धा भवति तकारस्य स्थाने महाप्राणधकारः लब् योगः धा अनन्तरं पूर्ववर्णः भकारः जल्वर्णः तस्य स्थाने जष् आदेशः भवति लब् महाप्राणभकारः बकारः भवति लब् लब् योगः धा लब्धा भवति समीचीनं भगिनि धन्यवादः धन्यवादः इदानीं शोभा भगिनी अग्रे पठितुम् इच्छति वा आं भगिनि अग्रे इदानीं यकारान्ताङ्गं योगः ता इति अस्ति चेत् यकारस्य लोपः भवति लोपो व्योर्वलि इत्यनेन यथा तत्र जाहै योगः ति अस्ति चेत् यकारान्तधातुः वलि परे यकारस्य लोपः तकारः वल्वर्णः अस्ति तस्य यकारस्य लोपः भूत्वा जाहति इति तिष्ठति रेपः योगः तथा अस्ति चेत् तत्र किमपि कार्यं न भवति तत्र रकारान्त अङ्गमस्ति चेत् कार्यं न भवति इत्यतः इत्युक्ते तत्र रकारान्त लकारान्त वकारान्त अङ्गमस्ति चेत् कार्यं न भवति वकारस्य तु अन्यत् अस्ति यकार रेफ लकार अतः तत्र रेपः योगः तथा अस्ति चेत् कार्यं नास्ति जागर् इति स्वीकृतं जागर्योगः ति जागर्ति इति भवति लकारः योगः तथा अस्ति चेत् पुनः कार्यं न भवति इत्यतः पम्फुल् इति धातुः स्वीकृतः पम्फुल् योगः ति पम्फुल्ति इति भवति तत्र अन्यत् किमपि वक्तव्यम् अस्ति इति अग्रे आयाति गुणः न जायते गुणः स्यात् परन्तु न जायते पम्फुल् इत्यत्र पम्फोल् इति गुणः न जायते आं भगिनि अस्तु वकारः वकारान्ताङ्गं तथा परवर्णः ता अथवा था अस्ति चेत् तत्र वकारस्य लोपः भवेत् लोपो व्योर्वलि इत्यनेन किन्तु अवसरः नास्ति यतोहि चोः षुड् अनुनासिके च इत्यनेन ऊट् तत्र ऊट् आदेशः भवति वकारस्य स्थाने अतः अवसरः नास्ति शकारान्ताङ्गं परवर्णः तथा अस्ति चेत् तत्र शकारस्य व्रश्चादिना षत्वं भवति तत्र व्रश्च यजमृजराज इति सूत्रेण व्रश्च भ्रश्च सृज यज राज भ्राज छशां शः इति सूत्रेण शकारान्त अस्ति इत्यतः तस्य षत्वं भवति अतः तदनन्तरम् इदानीं तत्र क्रोश् इति उदाहरणं स्वीकृतं क्रोश् इति धातुः क्रोश् योगः ता तत्र षत्वम् अभवत् अतः क्रोश् योगः ता इति भवति तदनन्तरं तथयोः श्रुत्वं यतोहि तत्र इदानीं शकार तवर्गीयवर्णानां संयोगे श्रुत्वं भवति अतः श्रुनासुः इत्यनेन क्रोशः इति भवति षकारः योगः तथा अस्ति चेत् तत्र परवर्णः तथयोः श्रुत्वं भवति तत्रापि यतोहि पुनः तत्र मूर्धने षकार तवर्गीयवर्णयोः योगे श्रुत्वं तर्हि त वर्णस्य स्थाने अथवा तवर्णस्य स्थाने टकारः, थवर्णस्य स्थाने ठकारः, तत्र चरीकर्ष् इति स्वीकृतं, चरीकर्ष् योगः ति, चकारस्य स्तुत्वं भूत्वा चरीकर्ष्ति इति भवति. अपि च न क्षम्यतां हा तकारस्य स्तुत्वं भूत्वा चरीकर्ष्टि इति भवति. सकारः योगः तथा अस्ति चेत् तत्र कार्यं न भवति, यतोहि तथा अस्ति चेत् सकारात् परे चकास् इति मन्ये तत्र, ओ चाकस् इति एव, अस्तु चाकस् योगः ति, चाकस्ति. सकारात् परे किं पठितवन्तः भगिनी? सकारात् परे कार्यं नास्ति, सार्वधातुकप्रक्रियां किमपि नास्ति. अस्तु अस्तु धन्यवादः भगिनि, धन्यवादः. तर्हि इदानीं विजयलक्ष्मी भगिनी अग्रे स्वीकरोतु. पूर्ववर्णः हकारः तथ प्रत्ययस्य परवर्णः, अत्र हकारस्य होढः इत्यनेन ठकारादेशः भवति. तथ इति प्रत्ययस्य वर्णौ तेषां ठकारादेशः भवति झषस्तथो थो ध इति सूत्रेण. अनन्तरं ढकारस्य ष्टुत्वेन ढकारः ष्टुनाष्टुः, पूर्वढकारस्य लोपः भवति. उदाहरणार्थं लिह् इति हकारान्तधातु अङ्गं, लिह् अत्र गुणकार्यं भवति, लिह् इत्यस्य लेह् इति भवति, लेह् योगः ति इति अस्ति. हकारस्य ढकारादेशः भवति होढः इति सूत्रेण, लेढ् योगः ति. इदानीं झषस्तथोर्धो तथो तथोर्धोर्धः इत्यनेन तथोर्धोधः इत्यनेन तवर्णस्य धकारादेशः भवति, लेढ् योगः धि. ष्टुनाष्टुः इति तवर्गीय धवर्णस्य ढ इति आदेशः भवति, लेढ् योगः ढि. इदानीं पूर्वढकारस्य लोपः भवति, ढोढे लोपः, लेढि इति अन्तिमरूपम्. एवमेव हकारस्य कस्य अन्यदेकम् उदाहरणमस्ति, यदि धातुः दकारादिः भवति, हकारः अङ्गस्य अन्तिमवर्णः पूर्व उदाहरणमतेव, परन्तु अङ्गस्य आदिमवर्णः दकारः अस्ति, दकारादि अङ्गमस्ति, अत्र भिन्नसूत्रेण कार्यं भवति. दकारादि अङ्गं भवति चेत् हकारान्तम् अपि च दकारादि तथा तत्र धादेर्धातोर्घः इति सूत्रं कार्यं करोति. अपि च तक्तवर्णस्य इदानीमपि तथ इति वर्णयोः झषस्तथोर्थो धः इति धकारादेशः भवति. अपि च जलां झषि इति झष्त्वकार्यम् अपि भवति. उदाहरणार्थं दुः इति अस्ति, दुः इत्यत्र दकारादि अङ्गं, हकारान्त अङ्गमस्ति. ते ते इति दकारादिप्रत्ययः, दुः ते इत्यत्र हो दादेर्धातोर्घः इति दुघ् योगः ते इति भवति. इदानीं झषस्तथोर्धोधः इति सूत्रेण तकारादिप्रत्ययस्य धकारः प्रदेशः अस्ति. दुघ् योगः धे. इदानीं धकारः जलं झष् झषि इति सूत्रेण झष् वर्णः धकारः घकारस्य गकारादेशः जष्त्ववर्णादेशः भवति. दुग्धे इति रूपम् अन्तिमरूपं लभ्यते. एवमेव समीचीनं भगिनी, धन्यवादः. इदानीम् अन्य कोऽपि पठतु. इत्युक्ते अत्र क्रमेण वयम् एतत् सर्वं पूर्वमेव पठितवन्तः इति कृत्वा अग्रे गच्छामः. प्रश्नाः सन्ति चेत् पृच्छन्तु. इदानीं वंशी भगिनी अग्रे. गकारः थकारः इति न तृतीय उदाहरणत्र दृप् दृप् एतत् पठितवती वा भगिनी? तदेव तदेव तदेव अत्र दृप् मुह् स्नुः स्निः तत्र तु सूत्रमस्ति दृप् मुह् स्नुः स्निहां सम्पूर्णसूत्रं न स्मरामि. तत्र विकल्पेन भवति. अतः तत्र दृह् यदि धातुः अस्ति हकारस्य तत्र स्थाने ककारः आदेशः भवति. तुः प्रथमं तु गुणकार्यं भवति त्रोः इति भवति तस्मात् तत्र. परन्तु ककारः धका ककारः धकारः अस्ति. त्रोः लोकः त्रोक्तः सत्यम् अस्तु. द्रुः इति धातुः अस्ति गुणकार्यं भवति द्रोः इति भवति तस्मात् हकारस्य स्थाने ककारः आदेशः भवति. तत्तु विकल्पेन भवति. एकस्मिन् पक्षे तु हकारः तिष्ठति अन्यस्मिन् पक्षे ककारः भवति. यस्मिन् पक्षे ककारः भवति तस्मिन् पक्षे तत्र तु जशस्थथोतः इत्यनेन तत्र ककारः तु छष् वर्णः अस्ति अधुना. अतः तत्र ता इति प्रत्ययस्य स्थाने धा इति भवति. धोग् योगः धा इति भवति. अधुना तु झलां झष् झषि अपदान्तकार्यम् अस्ति इति कारणात् घकारस्य स्थाने तत्र तु झष् वर्णः तृतीयवर्णः आदेशः भवति. अतः दोग्धा इति रूपं भवति. यस्मिन् पक्षे तत्र हकारः एव तिष्ठति दृह् योगः तत्र हकारः तु होडः इत्यनेन तत्र प्रथमं तु गुणकार्यं भवति द्रोः इति भवति. हकारस्य स्थाने ढकारः आदेशः भवति द्रोढ् योगः ता इति भवति. ढकारः अधुना तु झष्वर्णः अस्ति इति कारणात् तत्र तका ता इत्यस्मिन् तकारस्य स्थाने धकारः आदेशः जशस्ततोर्थोतः जशस्ततोर्थोतः इति सूत्रेण द्रोढ् योगः धा इति भवति. अधुनाष्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकारः आदेशः भवति. तस्मात् द्रोढ् योगः ढा इति भवति. ढोढे लोपः इत्यनेन प्रथमढकारस्य लोपः भवति द्रोढा इति रूपं भवति. पक्षे हकारस्य ढकारः तथ तथयोः ठकारादेशः ठकारस्य स्तुत्वेन ठकारादेश पूर्वठकारस्य लोपः द्रोधा इति रूपम्. एकस्मिन् पक्षे द्रोधा इति रूपम् अन्यस्मिन् पक्षे द्रोधा इति रूपम्. अपि च तत्र हकारः परे तत्र ठकारः तकारः इति अस्ति. नः धातो विषये वदति हकारान्तधातुः अस्ति परे ठकारः तकारः अस्ति इति. तत्र नः धातु इति उदाहरणस्य एकस्य उदाहरणकृते एतत् सूत्रमस्ति नहो दः इति सूत्रमस्ति. हकारस्य स्थाने धकारः आदेशः भवति. नः धातोः हकारस्य नहो दः इत्यनेन धकारादेशः भवति. अतः नः योगः त नध् योगः त इति भवति. अधुना तु झष् वर्णः अस्ति धकारः झषस्तथोर्थोतः इत्यनेन नध् योगः धा इति भवति. नधियोगः था इति यदा भवति तत्र झलां झषि इत्यनेन धकारस्य स्थाने तृतीयवर्णः आदेशः भवति. नद् योगः था इति भवतु. अतः झलां झषि इत्यनेन नद् योगः था. अधुना तु वर्णमेलेन नद्धा इति रूपं भवति. समीचीनम् सम्यक् अस्ति अग्रे सम्यक् अस्ति भगिनि धन्यवादः तर्हि इदानीम् अग्रे सरस्वती भगिनी अग्रे पठतु परन्तु बहु सम्यक् अस्ति भगिनि एतत् करपत्र सर्वेषां सङ्ग्रहः अस्ति आमां सरस्वती भगिनी अस्ति वा तर्हि पूर्ववर्णः घकार झकार धकार भकार अस्ति चेत् तदनन्तरं तत्र आदेश तथयोः ढकारादेशः पूर्वस्य जष्ट्वम् ढकार परन्तु अत्र वर्णः कः पूर्ववर्णः घकार झकार धकार भकार परवर्णः किमपि भवति ततयोः ततयोः तकारः थकारः अनयोः अनयोः तर्हि तथयोः धकारादेशः आम् ततयोः धकारादेशः पूर्वस्य जष्ट्वं तर्हि घकार झकार धकार भकार पूर्ववर्णः अस्ति तथ परवर्णः अस्ति चेत् तथ अस्य स्थाने धकार जशस्ततोर्दोधः इत्यनेन धकारादेशः भवति तदनन्तरं जष्ट्वं भवति जलां झलां जश् झषि इत्यनेन सूत्रेण इदानीं पूर्ववर्णढकार अस्ति तदनन्तरं तकारखकार अस्ति चेत् पुनः तथैव धकारादेशः भवति इत्युक्ते तथयोः धकारादेशः भवति जशस्ततुर्दोधः इत्यनेन तदनन्तरं धकार धकार अस्ति तदा ष्टुष्टुनष्टुः ष्टुनाष्टुः क्षम्यतां ष्टुनाष्टुः इत्यनेन ष्टुत्वं भवति तथा धकारस्य स्थाने ढकार आगच्छति पुनः ढकार ढकार अस्ति अतः डोढे लोपः इत्यनेन सूत्रेण ढ वर्णस्य ढकारस्य लोपः भवति तदनन्तरं डोढ्रे लोपः पूर्वस्य दीर्घोणः इति कर्तुं शक्यते यदि अण्वर्णः अस्ति तस्मात् पूर्वं नो चेत् तथैव धो लोपः भूत्वा एव तथैव तिष्ठति इदानीमस्ति पूर्ववर्णः व्रश्च आदिसूत्रे पठिताः धातवः यतोहि व्रश्च भ्रश्च सृजं विजयज राजभ्राज छशांशः इत्यनेन छशां तस्मात् पूर्वं ये धातवः सन्ति तत् तथा च छ तथा छकार तथा शकार अस्ति चेत् तत्र षत्वं भवति आदौ तु षत्वं भवति इत्यनेन सूत्रेणैव वृषभश्च सूत्रेणैव षत्वं भवति तदनन्तरं तकार थकार अस्ति तस्मात् परे तर्हि तस्य तत्र श्रुत्वं भवति श्रुत्वं भवति इदानीं पूर्ववर्ण कख ग अस्ति चेत् चत्वमेव भवति तथा अस्ति चेत् परे तर्हि चर्त्वं भवति ककारस्य स्थाने तु किमपि परिवर्तनं नास्ति पर्जन्यवत् ककार एव तिष्ठति परन्तु खकार गकारस्थाने चर्त्वं भूत्वा ककार आगच्छति एवमेव च तथा ज एवमस्ति चेत् कुत्वं भवति तदनन्तरं चर्त्वं छकारस्य अत्र नास्ति यतोहि वयं छकारस्य तत्र वृश्चादिसूत्रे पठिताः धातवः तथा छकारस्य तत्र वयं दृष्टवन्तः अत्र अतः अत्र छकार नास्ति केवलं चकार जकार अस्ति तदनन्तरमस्ति टठड अस्ति चेत् पुनः तत्र चर्त्वं भूत्वा तत्र टकार आगच्छति तदनन्तरं स्तुत्वं भवति स्तुनष्टुः सूत्रेण तथैव तथा तकार थकार दकार अस्ति चेत् चर्त्वं भवति आम् तर्हि चर्त्वं भवति पफ ब अस्ति इत्युक्ते तत्र चर्त्वं प्रथमं भवति वा श्रुत्वं भवति वा टोटर्ड् श्रुत्वं प्रथमं कर्तव्यं कर्तव्यं त्रिपादि अन्ते अस्ति अस्तु अग्रे वक्तव्यं किं तथद् हा वदतु वदतु सकार थकार दकार अस्ति चेत् पुनः केवलं चर्त्वं कार्यमस्ति पफ भ अस्ति पुनः तत्रापि चर्त्वमेव कार्यमस्ति यकारवकार अस्ति चेत् लोपः अस्ति लोपे व्योर्वलि एतेन सूत्रेण. रेफः अथवा लकार अस्ति चेत् न किमपि कार्यमस्ति. षकार अस्ति चेत् तथा तथयोः स्तुत्वं स्तुत्वं भवति स्तुनाष्टुः इत्यनेन. सकार अस्ति चेत् न किमपि कार्यं. सकारयोग सकार थकार अस्ति चेत् न किमपि कार्यं. हकार अस्ति चेत् तदनन्तरं सकार थकार अस्ति चेत् धकारः भवति होढः इत्यनेन. धकारः भवति यत्र दादेर्धातुर्दोगः इत्यनेन, नो चेत् विकल्पेन अस्ति चेत् वा द्रुहमुह श्रुह श्रीहाम् इत्यनेन. तथयोः धकारादेशः धगयोः आं जस्त्वं भवति. पुनः यदि ढकार भवति नो चेत् ढकार अपि भवति तर्हि तथयोः धकारादेशः भवति जशस्ततुर्दोदः इत्यनेन. तर्हि इदानीं धकार नो चेत् घकार तस्मात् परं धकार अस्ति. तर्हि तत्र जष्त्वं भवति झलां झष् झषि इत्यनेन. अस्तु भगिनि, समीचीनं सम्यक् भगिनि, धन्यवादः. अग्रे सूर्यकुमारी भगिनि. धन्यवादः भगिनि. पूर्णवर्णः दकारादौ प्रत्यये परे सन्धिकार्याणि. पूर्ववर्णः ककार धकार क्षम्यतां, पूर्ववर्णः ककारः परवर्णः धकारादिप्रत्ययः अस्ति. आदेशः गकार घकार. ककारस्य जसत्वेन जस्त्वेन गकारः. सूत्रमस्ति जलां जस्जसि. उदाहरणमस्ति सासक् योगः धि. तत्र ककार जल्वनः अस्ति. जलां जस्जसि इत्यनेन ककारस्य स्थाने जस्वर्ण आयाति जासक् धि अन्तिमरूपम्. पूर्णवर्णककारः ककारः अस्ति. आदेशः गकारः घकारः. ककारस्य जस्त्वेन ककारः भवति. सूत्रमस्ति जलां जस्जसि. उदाहरणमस्ति लेलिक् योगः धि. तत्र ककार ककार अपि प्रथमं जश् जलां ककारजल् वर्णः अस्ति. धि जसि अस्ति. जलां जस् जसि इत्यनेन ककारस्य स्थाने तृतीय वर्ण आदेशः भवति. लेलिक् धि भवति. ककार खकार योगः गकार घकार. ककारस्य जस्त्वेन गकार भव एव. जलां जस्जसि इत्यनेन तात्वङ् योगः धि. गकार जलां जस्जसि इत्यनेन गकारस्य स्थाने पुनः गकार एव आदेशः भवति. तात्वङ् धि भवति. खकार योग धकार. गकार योग धकार. धकारस्य जस्त्वेन गकारः. सूत्रं जलां जस्जसि. तातङ् योगधि. तत्रापि ककारस्य स्थाने तातङ् नास्ति, लालङ् क्षम्यतां, लालङ् योगः धि. गकारस्य स्थाने जस्वं भवति. गकार भवति. जलां जस्जसि इत्यनेन अन्तिमरूपं लालङ्धि भवति. चकार पठामि वा अग्रे? आमाम् अग्रे अग्रे पठतु. चकार योग चकार दकार योग. आदेशः ककार धकार. चकारस्य कुत्वेन ककारः भवति. चुः कुः इत्यनेन. उदाहरणमस्ति पापच्. पापच् योगः धि. तत्र धातु परिगणत नास्ति चोः कुः सामान्यसूत्रं कार्यं करोति चकारस्य स्थाने ककार आयाति चोः कुः इत्यनेन पापकयोगः धि तत्र पुनः धि जस्वर्णः अस्ति जलां जस्यसि इत्यनेन ककारस्य स्थाने घकार आयाति पापग्धि भवति परिगणितधातु उदाहरणे वृष्य धातोः वृष्यादि वृष्य भ्रश्य सृज मृज यजराज ब्राज चशांसः इत्यनेन चकारस्य स्थाने षत्वं भवति. भगिनि क्षम्यतां भगिनि, इदम् अन्य कोऽपि करोतु तत्र. धन्यवादः, एतावता कृतवती. तर्हि तत्र किम् उमा भगिनी पठति वा? अस्ति वा उमा भगिनी? पूर्ववर्णः तथयोः धकारादेशः पूर्वस्य जस्वम् न कुत्र अस्ति तत्र व्रष्ट धातोः व्रष्टादिना ढ ढ उदाहरणमस्ति वाव्रष्टयोगः धि. ओके ओके ओके. शीघ्रं पठतु. वृष्टादिसूत्रे पठिताः धातवः न अत्र वृष्टयोग वा वृष्टयोगः धि इति अस्ति खलु, पापच्योगः धि इति अभवत् तदनन्तरं वाव्रस्योगः धि लालङ् योगः धि पापच्योगः धि वाव्रस्योगः धि. अस्तु, न प्राप्तवती चेत् चिन्ता नास्ति. तर्हि लक्ष्मीभगिनी पठतु. आं भगिनि, पदान्ते चकारः परं धकारादि चकारादेश न ढ ढ व्रश्च धातोः व्रश्चादिना वाव्रस्यो घधि तदेव पठति वा? तदेव पठामि. व्रश्च धातोः व्रश्चादिना षत्वं भवति, परं धकारस्य ष्टुत्वेन ढकारादेशः, षकारस्य जष्ट्वेन डकारादेशः भवति. उदाहरणार्थं वाव्रश्च योगधि इत्यत्र व्रश्च भ्रश्च सृज मृज यजराज भ्राजश्चशंशः इति सूत्रेण अन्तिम षकारस्य षकारादेशः भवति वाव्रश् इति रूपं. वाव्रश् योगधि अधुना ष्टुनाष्टुः सूत्रेण वाव्रश् योगढि इति स्थितिः. परं जष्ट्वं सम्भवति जलं जषि इति सूत्रेण. तर्हि वाव्रड्डि इति अन्तिमरूपं सिद्ध्यते. इदानीम् अपदान्ते छकारः वर्तते, परं धकारादिप्रत्ययः अस्ति चेत् छकारस्य डकारादेशः भवति अनया प्रक्रियया. प्रथमं तु छकारस्य षत्वं, तदपरं षत्वं, परं धकारस्य इत्युक्ते प्रत्ययस्य आदिमवर्णस्य धकारस्य ष्टुत्वेन ढकारादेशः, षकारस्य जष्ट्वेन डकारादेशः च भवति. उदाहरणार्थं पाप्रच्छ योगधि इति स्थितौ प्रथमं तु छोः शूडानुनासिके च सूत्रेण चकारस्य शकारादेशः पाप्रश्च योगधि. व्रश्च भ्रश्च सृज मृज युजराजभ्राजश्च शंशः सूत्रेण अन्तिमशकारस्य पाप्रश् इत्यस्य अन्तिमशकारस्य षत्वं पाप्रश्च योगधि. इदानीं सन्धिकार्यं शकारधकारयोः संहितायां वर्तते इति कारणात् ष्टुनाष्टुः इत्यनेन पाप्रश् योगधि. इदानीं जलाञ्जश्चषि सूत्रेण षकारस्य डकारादेशः पाप्रड्डि इति अन्तिमरूपं सिद्ध्यते. चकारस्य चकारस्य गकारादेशः अपि भवति, चकारस्य कुत्वं तथा जष्ट्वम् अनया प्रक्रियया. उदाहरणार्थं वावाञ्च योगधि इत्यत्र चकारस्य चोहोकुः सूत्रेण कुत्वं सम्भवति वावाङ्ख योगधि. इदानीं छलं झष् झषि सूत्रेण झष्टुमपि भूत्वा खकारस्य गकारादेशः मध्ये ञकारस्य अनुस्वारादेशः ततः परम् अनुस्वारस्य ऐकरसवर्णः इत्यनेन ङकारादेशः अपि भवति. अन्ततो गत्वा वावाङ्धि इति रूपं सिद्ध्यते. बहु समीचीनं भगिनि. तर्हि अत्रैव स्थगनं कुर्मः. कोऽपि संशयः अस्ति वा? अस्तु, तर्हि इतः अग्रे अग्रिमसप्ताहे वयं पश्यामः. समयः अतीतः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. नमस्कारः. नमस्कारः भगिनि. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः. Thank you.